नमस्कारः. अद्य धातुपाठे हल्सन्धिः इति पाठः अनुवर्तते. हिम भगिनी, वयं नकारान्तमकारान्तधातुभ्यः विषये यत्र तकारादि वा थकारादि वा प्रत्ययानां योजनं कुर्मः तस्य विषये पठितवन्तः. तत्र सोपानत्रयं वर्तते इति जानीमः. प्रथमं तु वयं केवलं निर्णयं करणीयम् अस्माभिः निर्णयं करणीयं प्रत्ययः यदा कित् अस्ति वा ङित् अस्ति इति चेत् अस्ति वा इति न वा इति. तर्हि यदि कित् वा ङित् अस्ति चेत् तत्र वयं द्वितीयसोपानस्य प्रति गन्तव्यं. यत्र कित् नास्ति ङित् नास्ति चेत् साक्षात् तृतीयसोपानं स्वीकरणीयम्. तर्हि तस्य विषये वयम् अनुनासिकस्य क्विजलोहोङिति इति सूत्रं परिशीलितवन्तः. यत्र शं बं धातु दृष्टवन्तः तत्र मकारान्त धातवः सन्ति. अनुनासिकः अस्ति परे झल् अन्तर्भूर्ण झलि अन्तर्भूत वर्णः अस्ति चेत् यत् कित् वाङित् अस्ति चेत् यथा इक्तरूपं वयं दृष्टवन्तः. तत्र शं योगः तवतु इक्त तवतु इक्तिन् सर्वे तत्र मकारस्य स्थाने क्षम्यतां मकारस्य अङ्गस्य उपधायां स्थितस्य अचुवर्णस्य दीर्घः भवति इति दृष्टवन्तः. तत् तथा एव रूपं शान्त मान्त इति पठितवन्तः. तत्र क्विप् विषये अपि अन्यतमः आसीत्. विशेषनियमः आसीत् अनुधातोपदेश वनति तनोत्यादीनाम् अनुनासिकलोपो झलीङिति इति. अत्र अनुनासिक अनुधात उपदेश अवस्थायाम् अपि च वनति धातु वन् धातोः कृते विशिष्टरूपेण उक्तमस्ति. अपि च तनादिधातवः कृते यत्र अनुनासिकः अनुनासिकाः सन्ति तत्र अनुनासिकस्य लोपः भवति. पुनः यदि जलादिप्रत्ययः परे भवे अनन्तरं भवेत् अपि च तत् स च प्रत्ययः कित्वा ङित्वा भवति चेत् वयं तनादिगणे तु आहत्य दशधातवः एव सन्ति. तत्र सङ्धातुः वयं न पठितवन्तः इति प्रश्नः आगच्छति आगच्छत् आसीत्. अतः तस्य विषये प्रश्नः उदेति अत्र प्रश्नः उदेति. तुदादिगणे नव अनुनासिकान्तदातवः सन्ति किन्तु तेषु केवलम् अष्टौ दातवः अनेन सूत्रेण अनुनासिकलोपो भवति इत्युक्तम्. अन्तिमधातु षणु यत्र धात्वादेशः सह कारणेन षकारस्य सकारः भवति सन्निति भवति इति धातोः का गति इति. अस्य धातोः अपि अनेन सूत्रेण कार्यं भवति स्म किन्तु अपरेण सूत्रेण अयं धातुः साक्षात् उक्तः. तर्हि विशिष्टसूत्रमस्ति अस्य कृते जनसनखनां सञ्जलोः इति. झन् सन् खन् येषां धातूनां नकारस्य स्थाने आकारादेशो भवति झलादि सन् प्रत्यये परे झलादि कित्नित् प्रत्यये परे च. अनुवृत्तिसहितसूत्रमस्ति जनसनखनाम् अङ्गानाम् आत् झलि सञ्जलोः ङिति. तर्हि अत्र एतेषां परिगणितानां धातूनां नकारस्य स्थाने आत्वं भवति. निमित्ते सन्ति यदि जलादि सङ्प्रत्ययः उत्तरे भवति चेत् नो चेत् जलादि कित्नित् प्रत्ययः अस्ति चेत्. अस्माकं तु जलादि कित्नित् प्रत्ययः इति प्रसङ्गः. अतः तत्र आत्वं भवति इति. तर्हि सन्धातोः आत्वं भवति इति कारणतः अनुधात्त उपदेश उपदेशा वनति तनोत्यादीनाम् अनुनासिको अनुनासिकलोपो झलिङिति इत्यनेन तस्य अनुनासिकस्य लोपो न भवति. तत्र आत्वं भवति इति कारणेन तत्र नकारलोपः न भवति. तर्हि येषां धातूनाम् अत्र नकारलोपो भवति तेभ्यः इदम् अङ्गकार्यं कृत्वा अधस्थनं सन्धिकार्यं करणीयम् इत्युक्ते तृतीयसोपानम् आरोढव्यम्. तकारादि थकारादि प्रत्ययः कित् मित् नास्ति चेत् अङ्गकार्यम् अकृत्वा साक्षात् अधस्तनसन्धिकार्यं करणीयम् इत्येव तत्र सन् धातूनां कृते धातुः कृते विषयः किमपि अहं यदि न उक्तवती चेत् अन्ये किमपि वक्तुमिच्छन्ति वा भगिनि तथैव तत्र तदर्थमेव जन् सन् खन् विषये यत्र वयं तान्तरूपं पश्यामः तत्र जातः सातः खातः इति रूपाणि भवन्ति तत्र नकारस्य लोपः न भवति परन्तु गम् विषये गतः इति भवति इति अग्रे कुत्र स्मः इत्युक्ते हकारान्तानां विषये आरम्भतः किञ्चित् अष्टमबिन्दु हकारान्तधातुभ्यः तकारादि थकारादि च प्रत्ययानां योजनविधिः अत्र पञ्चप्रकारकाः सामान्यनियमः अपि च चत्वारः विशेषाः च प्रथमं सामान्यनियमः थकारादिथकारादि च प्रत्यये परे धात्वन्तस्य हकारस्य स्थाने ढकारादेशो भवति होडः इत्यनेन सूत्रेण प्रत्ययादौ स्थितस्य तकारस्य थकारस्य च ढकारादेशो भवति झषस्ततोर्धोदः इति सूत्रेण प्रत्ययादौ स्थितस्य धकारस्य स्थाने ढकारादेशो भवति ष्टुनाष्टुः इति सूत्रेण पूर्वतनस्य डकारस्य लोपः भवति डोडे लोपः इति सूत्रेण इति सोपानानि सन्ति यदि वयं दृष्टान्तेन लिह् इति धातुं स्वीकुर्मः लिह् योगः ता इति तृच् प्रत्ययः अस्ति अपि च लुङ्लकारे इति मन्ये तास् इति आगच्छति किल तत्रापि इति लिह् योगः ता प्रथमं कार्यमस्ति पुगन्तलघुपदस्य च इत्यनेन गुणः तर्हि लिह् इदानीं गुणः भूत्वा लेह् इति भवति लेह् योगः ता होडः इत्यनेन झलि परे हकारस्य स्थाने ढकारादेशः लेढ् योगः ता सामान्यसूत्रमस्ति होडः अतः प्रथमं तस्य कार्यं करणीयं हकारस्य स्थाने ढकारः कृत्वा लेढ् योगः ता इति आगच्छति इदानीं ढकारः जश्वर्णः अस्ति अपि च तस्य उत्तरे झल् वर्णः अस्ति इति कृत्वा तकारस्य स्थाने धकारादेशः भवति झषस्ततोर्धोदः इति सूत्रेण अतः लेढ् योगः धा इति भवति इदानीं तत्र धकारस्य परे धकारः अस्ति तस्य पूर्वमपि यत्र लेढ् योगः ता इति आसीत् तत्रापि ष्टुनाष्टुः तस्य प्रसक्तिः अपि अस्ति परन्तु तत्तु परसूत्रमस्ति पूर्वत्रासिद्धम् इति कारणेन प्रथमं जशस्ततोर्दोदः कृत्वा तदनन्तरं ष्टुनाष्टुः आगच्छति टवर्गीयवर्णेन सह टवर्गीयवर्णानां योजनेन तत्र ष्टुत्वसन्देहे प्रसक्तिः भवति लेढ् योगः धा इदानीं ढकारस्य स्थाने अन्तरतमः इति कृत्वा ढकारस्य आदेशः भवति लेड् योगः ढा इति इदानीं डोडे लोपः सूत्रस्य प्रसक्तिः ढकारस्य परे ढकारः अस्ति तत्र पूर्वस्थितस्य ढकारस्य लोपः भवति अपि च रूपं लेढा इति भवति तथैव रूह् योगः ता गुणः भवति पुगन्तलघुपदस्य रोह् योगः ता प्रथमं सामान्यकार्यं हकारस्य स्थाने ढकारादेशः होडः अनेन तदनन्तरं ढकारस्य परे तकारादि प्रत्ययः अस्ति इति कृत्वा झषस्ततोर्दोदः इति कृत्वा तस्य तकार तत्र तकारस्य स्थाने ढकारादेशः रोड् योगः धा तदनन्तरं श्रुत्वं ढकारस्य स्थाने ढकारादेशः रोड्योगः ढा पुनः ढकारस्य परे ढकारः अस्ति इति कृत्वा ढोडे लोपः अनेन प्रथम ढकारस्य लोपः भवति रोढा इति रूपम्। अत्र अन्यत् सूत्रस्य प्रसक्तिः नास्ति यत् ढ्रलोपे पूर्वस्य दीर्घो अणः इति किमर्थम् इत्युक्ते तत्र पूर्वं यत् निमित्तम् आसीत् यत् यः ढकारः निमित्तम् आसीत् ढकारस्य लोपे वा रेफस्य लोपः तस्य पूर्वं यत् अच्वर्णः अस्ति ह्रस्व अच्वर्णः तस्य दीर्घत्वं भवति इति। अत्र तादृश ह्रस्ववर्णः नास्ति एव यतोहि मे रो तत्र सर्वे दीर्घाः एव सन्ति अतः तस्य प्रसक्तिः अत्र न आगच्छति। तर्हि रुः रोढा इति भवति मिः मेढा इति भवति। सूत्राणि पठितव्यं वा भगिनि? किञ्चित् लघुरूपेण पूर्वं पठितं लघुरूपेण वर्तन्ते प्रथमवाक्यमस्ति। अन्यत् कोऽपि पठितुम् इच्छन्ति वा? नो चेत् अहम् वदामि वा। आं भगिनि भगिनि। होडः इति सूत्रमस्ति। होडः सूत्रं हकारान्त धातूनां कृते सामान्यसूत्रमस्ति यत्र हकारस्य स्थाने ढकारादेशः भवति। निमित्तानि सन्ति यदि झलि झल् झलादिप्रत्ययः परे भवति नो चेत् पदान्ते अपि भवति इति होडः सूत्रं वदति। तदनन्तरं झषस्ततोर्धोदः इति सूत्रस्य अर्थः अस्ति यदि झष्वर्णः अस्ति तर्हि तस्य उत्तरे तकारादि वा थकारादि वर्णः अस्ति चेत् तत्र तयोः स्थाने धकारादेशः भवति परन्तु धा धातुं कृते न भवति। तर्हि धा धातुम् अतिरिच्य अन्यत्र सर्वत्र भवति। अत्र पदान्ते इति नास्ति तर्हि मध्ये अपि आगन्तुं शक्नोति। डोढे लोपः सूत्रं वदति ढकारे ढकारस्य परे यदि ढकारः अस्ति तर्हि पूर्वस्थितस्य ढकारस्य लोपः भवति। डः डे लोपः इति अनुवृत्तिसहितसूत्रमस्ति। तर्हि सामान्यनियमाः समाप्तम् इति। अग्रे विशेषनियमः प्रश्न पुष्पा भगिनी अपि आगच्छति तथैव अहं पश्यामि। अस्ति वा भगिनी? अस्ति वा पुष्पा भगिनी पठितुमिच्छति वा? अस्मि। इत्यनयो लोपानन्तरं तयोः पूर्वस्थितस्य अण् आ इ उ इत्यस्य दीर्घादेशो भवति। तत् यथा लिह् योगः तः होडः इत्यनेन इति सूत्रेण हकारस्य दकारादेशः भवति। लिड् योगः तः अत्र टिप् नास्ति तथैव गुणकार्यं न करोति पुगन्तलघुपदस्य इत्यनेन। भगिनी भवत्याः ध्वनिः सम्यक् न श्रूयते। किञ्चित् योगः तः अस्तु भगिनि। लिड् योगः तः झषस्ततोर्धोधः धः इत्यनेन धकारः आदेशः तकारस्य स्थाने लिड् योगः धः अत्र पुगन्तलघुपदस्य कार्यं न करोति तिप् नास्ति तथैव अत्र लिड् योगः अत्र ष्टुनाष्टुः कार्यं करोति धकारस्य प्रभावेन धकारः दकारादेशो भवति. अत्र लिड् योगः डः, अत्र डोडे लोपः इत्यनेन लि योगः डः इति आगच्छति. पूर्वस्थितस्य डकारस्य लोपः भवति. डलोपे पूर्वस्य दीर्घोणः इत्यनेन ड इत्यस्य लोपानन्तरं पूर्वस्थितस्य अणः दीर्घादेशः ली योगः डः लीडः इति परिवर्तनं कृतम्. डलोपे पूर्वस्य दीर्घोणः, अत्र डरे फयोर्लोप लोपनिमित्तयोः पूर्वस्याणो दीर्घः रेफयो एक्स्क्यूस् मी ऐ कुडन्ट् अण्डर्स्टाण्ड् दट् डकार रेफयोः लोपस्य निमित्तक डकाररेफे परे अण्प्रत्याहारे स्थितस्य दीर्घादेशो देशो भवति. ड्रलोपे इति द्वन्द्वगर्भ उपपद तत्पुरुष समासः ड च चर्ण ड च ड्रौ रेफः च ड्रौ एते सर्वे पूर्वं दृष्टवन्तः इति कृत्वा प्रथमवाक्यम् अन्तिमं स्वयं सम्पूर्णं सूत्रं स्वयं सम्पूर्णं ड्रलोपे पूर्वस्य अणः दीर्घः उपरि डकारस्य उदाहरणं दृष्टं. विसर्गसन्धौ रेफस्य प्रसिद्धोदाहरणं पुनः रमते पुनर्रमते रोरि इत्यनेन रेफस्य रेफे परे लोपः पुनः रमते. ड्रलोपे पूर्वस्य दीर्घोणः सूत्रस्य पुनः अकारः आकारः आगच्छति रेफस्य पूर्वे तत्तु पुनः रमते. अस्मिन् वृत्तान्ते रेफः एव रेफस्य लोपस्य निमित्तम् रेफलोपनिमित्तकरेफात् प्राक् अण् प्रत्याहारे अन्यतमवर्णो वर्णः अस्ति अकारः अस्ति अतः अणः दीर्घत्वं भवति. तत्तु इदानीं वक्तुं न द्रलोपे न न न तत्तु यत्र लोपः भवति तत्र पूर्वस्य अण् अण्णः दीर्घः अण् आ उ दीर्घा अभवत् अस्तु. दकारादि पठामि क्षम्यतां हेम भगिनी पठित्वा पुनः तर्हि पठति चेत् दकारादि हकारान्तधातुभ्यः तकारादि थकारादि च प्रत्ययानां योजनविधिः. अत्र इदानीं द्वितीयकार्यमस्ति यत्र दकारादिधातु अपि च हकारान्तः भवति चेत् तस्य अनन्तरं तकारादिथकारादिप्रत्ययानां कथं योजनीयमिति. तत्र तकारादिथकारादि च प्रत्यये परे डकारादिहकारान्तधातोः धात्वान्तस्य हकारस्य स्थाने घकारादेशो भवति दादेर्धातोर्घः इत्यनेन सूत्रेण. अधुना प्रत्ययः यदा घकारः आगच्छति हकारस्य स्थाने घकारः तु झष्वर्णः अस्ति इति कृत्वा प्रत्ययः झष् परतः अस्ति. अतः प्रत्ययादौ स्थितस्य तकारस्य थकारस्य धकारादेशः भवति जशस्ततोर्दोदः इति अनेन. इदानीं धातोः परतः झष् वर्णः अस्ति, अतः धात्वान्ते घकारस्य स्थाने तृतीयसदस्य आदेशः भवति जलां झलां झष् झषि इति सूत्रेण झष्वसन्धिः भवति इति. उदाहरणं दत्तमस्ति दोह् योगः ति इति, तत्र धातुः आसीत् दुह् दुह् इति. दुह् योगः ति प्रथमं पुगन्तलघुपदस्य अनेन तत्र गुणः भवति, अतः दोह् योगः ति इति भवति. दुह् तु दकारादि अपि च हकारान्तधातुः अस्ति इति कृत्वा विशिष्टसूत्रमस्ति. होडः सूत्रं प्रभाद्य अत्र दादेर्धातोर्गः इति सूत्रस्य कार्यं भवति. अनेन तत्र हकारस्य स्थाने घकारादेशः भवति, अतः दोह् योगः ति अत्र परिवर्तनं भूत्वा दोघ् योगः ति इति अस्ति. इदानीं घकारः झष्वर्णः अस्ति, अपि च परे तकारः अस्ति, अतः तकारस्य स्थाने धकारादेशः भवति. तकारः जल्वर्णः अस्ति इति, तर्हि दोघ् योगः धि इति भवति. इदानीं घकारस्य घकारः झल्वर्णः अस्ति, अपि च धकारः यत्र आगच्छति तत्तु झष्वर्णः अस्ति. झष् इत्युक्ते तत्र चतुर्थसदस्याः अपि च तृतीयसदस्याः. अतः प्रथमस्थितस्य झलः स्थाने झषादेशः भवति, इत्युक्ते तत्र तृतीयसदस्यस्य आदेशः भवति. अतः तत्र दोग् योगः धि दोग्धि इति रूपं निष्पन्नं. तथैव अत्र दुह्योगः तः यत्र अस्ति, अत्र पुगन्तलघुपदस्य तस्य प्रसक्तिः नास्ति, यतोहि तत्र अपित्वात् तत्र सार्वधातुकमपि तपि च नीति च अनेन तत्र गुणः न भवति, गुणनिषेधः अस्ति इति कृत्वा साक्षात् दादेर्धातोर्गः इति सूत्रस्य कार्यं भूत्वा हकारस्य स्थाने घकारः, अतः दुघ् योगः थः इति. इदानीं घकारः अस्ति, अपि च परे जलवर्णः तकारः तकारादि प्रत्ययः अस्ति इति कृत्वा तस्य स्थाने धकारादेशः झषस्ततोर्धोदः अनेन सूत्रेण दुघ् योगः धः इति. इदानीं जलः परे झष्वर्णः अस्ति इति कृत्वा झलः स्थाने झष्वर्णः भवति, अतः घकारस्य स्थाने अल्पप्राणघकारादेशः दुग् योगः दः दुग्धः इति मध्यमपुरुष द्विवचने रूपं भवति. तदनन्तरं देह् योगः ति इति अस्ति, तत्रापि दुः आसीत् प्रथमं, तितिप् अस्ति इति कृत्वा तत्र गुणः भवति. देह् योगः ति पुनः दादेर्धातोर्गः कारणेन हकारस्य क्षम्यतां हकारस्य स्थाने घकारादेशः, अतः देघ् योगः ति इति. झषस्ततोर्धोदः इति कारणेन तकारस्य धकारादेशः भवति, झष्वर्णस्य परे झलादि तकारवर्णः अस्ति इति कृत्वा तत्र देघ् योगः धि. पुनः झष्त्वं भवति झलां झष् झषि इति, झलां झष् झषि अत्र अपदान्ते भवति इति मनसि भवेत्. तर्हि देघ् योगः धि देग्धि इति. अन्यत् अस्ति दिः योगः थः इति, अत्रापि अपित्वात् तत्र गुणः न भवति, दादेर्धातोर्गः कारणेन हकारस्य स्थाने घकारादेशः, दिघ् योगः तः, झषस्ततोर्धोदः कारणेन तत्र तकारस्य स्थाने धकारादेशः, दिघ् योगः धः. तदनन्तरं झष्वसन्धिः जलां झष् झषि, अनेन घकारस्य स्थाने अल्पप्राणघकारः, दिग् योगः धः दिग्धः इति रूपाणि निष्पन्न. धन्यवादः भगिनि. सूत्राणां प्रथमवाक्यं तदपि सूत्राणां पुष्पा भगिनि अग्रे एतत् समाप्य अहं समापयामि भगिनि. आं भगिनि अस्तु अस्तु. दादेर्धातोर्गः दादेर्धातोर्गः वदति दकारादिधातोः हकारस्य स्थाने घकारादेशो भवति झलिपदान्ते च. अनुवृत्तिसहितसूत्रमस्ति दादेः धातोः हः घः झलिपदस्य अन्ते च. तर्हि यत्र धकारः आदिमवर्णः अस्ति अपि च अन्ते हकारः अस्ति तादृशधातोः हकारस्य स्थाने घकारादेशः भवति, निमित्तमस्ति झलिपरे नो चेत् पदान्ते इति दादेर्धातोर्गः. अपि च झषस्ततोर्धोदः, अत्र झष् उत्तरस्य सकारथकारयोः स्थाने घकारादेशो भवति धा दातुं वर्जयित्वा. झषः अनुवृत्तिसहितसूत्रमस्ति झषः ततोः दः अधः. अस्मिन् सूत्रमस्ति अपि पदस्य इति अधिकारे आगच्छति किल भगिनि. आं भगिनि, जलिपदान्ते कार्याणि इति चोः कुः होडः दादेर्धातुर्घः सर्वे तत्र तस्य अधिकार. अपि च झलिपरे या पदान्ते अपि इति. तदनन्तरं झलां झश्झषि इति सूत्रं, झलां स्थाने झषादेशो भवति झषि परे इति. तर्हि झल् वर्णः परे अस्ति अपि च उत्तरे झष् वर्णः अस्ति चेत् झलः स्थाने झषादेशः भवति तृतीयवर्णः संहितायाम् इति अनुवृत्तिसहितसूत्रमस्ति झलां झष् झषि संहितायाम् इति. एतेषां कार्यं भवति द्वितीयविशिष्टकार्यं यत्र अस्ति दकारादि हकारान्तधातूनां कृते. तृतीयमस्ति अन्यत् विशिष्टसूत्रमस्ति दृह् मुः श्नुः श्निः एभ्यः चतुर्भ्यः धातुभ्यः तकारादि थकारादि च प्रत्ययानां योजनविधिः. एभ्यः चतुर्भ्यः धातुभ्यः हकारस्य स्थाने विकल्पेन घकारो वा ढकारो वा भवति. तर्हि अस्य सूत्रस्य पूर्वं स्तः होडः अपि च दादेर्धातोर्गः इति. तर्हि होडः कारणेन तत्र हकारस्य स्थाने ढकारादेशः आगच्छति अपि च तस्य अनन्तरं साक्षात् अनन्तरम् आसीत् दादेर्धातोर्गः यत्र हकारस्य स्थाने घकारादेशः भवति. इदानीं चतुर्णां धातवः चत्वारः धातवः सन्ति दृह मुह श्नुः श्निः इति. अत्र तु विकल्पेन एकस्मिन् पक्षे ढकारादेशः भवति अन्यस्मिन् पक्षे घकारादेशः भवति इति. तर्हि हकारस्य स्थाने घकारादेशः चलिपरे धात्वान्ते हकारस्य स्थाने घकारादेशः वा दृह मुह श्नुः श्निहाम्. क्षम्यतां भगिनि, प्रायः पुष्प भगिनी पाठे अत्र झषस्ततोर्धोदः भगिनी पदस्य अन्ते चेत् अधिकारे अस्ति इति पदान्त पदस्य इति अधिकारे अस्ति इति पदानि, किन्तु कार्यं किमपि नास्ति खलु. किमर्थम् इत्युक्ते पदान्ते ततो इति नागच्छति. महोदयेन अपि अत्र सूत्रे न दत्तमस्ति पदस्य इत्यस्य. पुनः द्रष्टव्यं दुर्दः इति पदस्य इति अधिकारे आयाति इति भगिनी स्मारितवती खलु. किन्तु अत्र सूत्रस्य अनुवृत्ति दत्तं तत्र नास्ति, प्रायः कार्यं नास्ति इति कृत्वा वा नो चेत् अन्य किमपि झलिपदान्ते इति यदि वयं ह्यः स्मारितवान् अष्टमाध्याये यदि वयं भगिनि जलि जलिपदान्ते तत्तु यदि वयं द्वात्रिंशत् अधिक शततमे पुटे पश्यामः चेत् तत्र झलिपदान्ते कार्याणि इति यावत् तस्य पर्यन्तम् अस्ति इति पदान्ते इति स्मारितवान् तदर्थम् लङ्लकारे आगच्छति वा भगिनि लङ्लकारे पदान्ते इति वा किन्तु अत्र सकारतकारयोः स्थाने एव दकारः आयाति खलु तत्र तु यदि लोपः भवति हल्न्यालोपः भवति तर्हि कार्यं किमपि न स्यात् दकारस्य दादि तत्र तत् अत्र निमित्तं नास्ति दादि दादेः तत् अस्ति न तत्तु अत्र निमित्तं नास्ति तत्तु जशस्ततो दोधः तत्तु प्रत्ययस्य स्थाने आदेशः अस्ति तर्हि पदान्ते तादृश अवसरः न लभ्यते इति कृत्वा प्रायः सुबन्तानां कृते आगच्छति वा इति न जानामि भगिनि अहं सुबन्तानां विषये न जानामि एव अपि च यदि तकारस्य स्थाने दकार आयाति न तत्तु जलिपरे किन्तु अत्र जलिपदान्ते कार्याणि इति 38 पर्यन्तमेव उक्तमस्ति दशः 40 अस्ति इति कृत्वा न आयाति सम्यक् सम्यक् एतत्तु ततोर्धः इति एव आम् गतस्ततुश्च पर्यन्तमेव सन्ति किन्तु अष्टदे.com मध्ये दोषेन दत्तमस्ति तत्र तु परन्तु पदान्तजष्ट्वं पदान्तजष्ट्वम् इति अस्ति जशस्ततोर्दोधः तर्हि तत्र न आगच्छति वा ततोर् पदान्तजष्ट्वं केवलं जलां जष्टन्ते जशस्ततोर्दोः ततोर्दः एव दत्तमस्ति तर्हि अष्टदेव.com तत्र पदस्य इति अनुरोधः आयाति तद् न आवश्यकं तत्र उदाहरणं न दत्तं वा उदाहरणानि न दत्तम् पदस्य इति कुतः अनुवृत्तिः आयाति इति पश्यामि प्रायः 8160 नो अस्तु अष्टमाध्यायस्य प्रथमपादात् आरभ्य पदं पदस्य इति अधिकारे अस्ति बहुत्र आयाति किल तत्र प्रायः कार्यं किमपि नास्ति इति कृत्वा पदस्य अत्र किमपि महोदय अस्तु भगिनि अत्र ह स्थाने घ आदेशः तत्तु दृह्मुष्णु स्नेह् न पठामि झलिपरे धात्वान्ते ह स्थाने घ आदेशः वा दृह्मुह् न दृहमुह स्नुह स्निहाम् इति सूत्रेण अधुना प्रत्ययः झष् प्रदत्तः अस्ति अतः प्रत्ययादौ स्थितस्य तकारस्य थकारस्य च ध आदेशः भवति जशस्ततोर्दोधः इति सूत्रेण अधुना धातुपरतः झष् अस्ति धकारः अतः धात्वान्ते घस्थाने तृतीयादेशः भवति जलां झष् झषि इति सूत्रेण जस्त्वसन्धिः इति दृह् योगः ताव् पुगन्तलघुपदस्य च इत्यनेन गुणः द्रोह् योगः ताव् तीतः ता अत्र किम् लट्लकारः नास्ति किम् अस्ति भगिनि ता क्षम्यतां भगिनि तृच् अस्ति ता इति तृच् अस्ति प्रत्ययः तृच् रैट् तृच् तृच् प्रातिपदिकं भवति प्रथमविधं द्रोः योगः ता पुगन्तलघुपदस्य इत्यनेन गुणः द्रोः योगः ता वा द्रुहमुह श्नुः श्निहाम् इत्यनेन द्रोग् योगः ता जशस्ततोर्धोदः इत्यनेन द्रोग् योगः धा तकारस्य धकारादेशः झलां झषि द्रोग् घकारस्य तृतीयघकारः आयाति द्रोग् योगधा द्रोग्धा एवमेव मुह् योगः ता पुगन्तलघुपदस्य च इत्यनेन मोह् योगः ता वा द्रुहमः श्नुः श्निहाम् इत्यनेन मोग् योगः ता जशस्ततोर्धोदः इत्यनेन मोग् योगः धा ताकारः धाकारः आयाति झलां झषि झषि इत्यनेन तृतीयघकारः आयाति चतुर्थघकारस्थले मोग् योगः धा मोग् धा इति परिवर्तनं स्नुः योगः ता अत्र तु लघुपदस्य कार्यं करोति स्नोः योगः ता स्नो तत्तु वा द्रुहमः श्नुः श्निहां कार्यं करोति स्नोघ् योगः ता भगिनि एक समस्या अस्ति समस्या न प्रश्नः अस्ति अत्र डकारः न आयाति विकल्पेन अस्ति न विकल्पेन होडः इति कार्यं करोति भगिनि करोति तत्तु मधुभागे दत्तमस्ति स्नोडा इति आयाति न स्नोडा इति तस्य अनन्तरं दत्तमस्ति सा स्नोग्योगः धा स्नोग्धा स्निः योगः ता अत्र पुगन्तलघुपदस्य गुणकार्यस्य कार्यं करोति इतरेण स्नेह योगः ता अत्र वामोहमः कार्यं करोति तत्तु हकारस्य घकारः आयाति स्नेघ् योगः ता अत्र तकारस्य धकारः जशस्ततोर्धोधः इत्यनेन परिवर्तनं करोति जलां जषि घकारस्य तृतीयघकारः आयाति स्निग्धा इति भगिनि तत्र एकः प्रश्नः अस्ति क्षम्यतां भगिनि तत्र ता यत् तृच्वा लुङ्लकारे थास् इति उक्तवन्तः तत्र गुणस्य प्रसक्तिः कथम् इति जानाति वा क्षम्यतां ता इति कित्स् नास्ति इति कृत्वा लघुपदस्य च कार्यनिश्चयेन करोति अस्तु आर्धदातुकक्रिया इति कृत्वा भिन्नचिन्तनं भवति पुगन्तलघुपदस्य अस्ति पृच्छस्ति त नास्ति त कार्यं न करोति आर्धधातुकप्रत्ययः अस्ति सूत्रं पठामि वा भगिनि आं भगिनि निश्चयं पठामि वा द्रुहमुह श्नुः श्निहां द्रुह द्रुह् मुह् एषां चतुर्णां धातूनां हकारस्य स्थाने विकल्पेन घकारादेशः भवति. झलि पदान्ते च घ अभावे होडः इत्यनेन ढकारादेशः भवति. अस्तु अस्तु, तत्तु विकल्पेन आयाति. अनुवृत्तिसहितसूत्रं दृहमुह श्नुह स्निहां वा हः घः झलिपदस्य अन्ते च. तत्तु द्वे अपि सम्मेलनं करोति अत्र. द्वे झलिपदस्य अन्ते तत्तु किं कार्यं करोति? जशस्ततोर्थोतः न न न दाते दादेय धातोर्घः प्रश्नः कः खलु? न न तत्तु कार्यं करोति. तत्तु झलिपदस्य अन्ते च इत्यनेन अस्ति न झलो झलि कोः संयोगाध्ययनम् अन्ते च तस्मात् अन्ते च इत्येषाम् अनुवृत्तिः. अस्तु अस्तु, एतत् सूत्रमपि पूर्वं पठितवन्तः. कोः संयोगात् तत्तु दृहमुह स्नुह स्निहां वा हः गः झलिपदस्य अन्ते च तत् न पठितः. तदपि पठितं पूर्वं तत्तु इदानीं पठितवन्तः. पूर्वं पठितवन्तः भगिनि, पूर्वमेव पठितवन्तः. द्रोहयोगः ता तत्र पुगन्तलघुपदस्य च इत्यनेन गुणः द्रोहयोगः ता. अत्र होडः कार्यं कर्तुम् इच्छति कर्तुं चेत् द्रोढयोगः ता. दशस्ततोर्थो धा इत्यनेन द्रोढयोगः धा. ष्टुनाष्टुः इत्यनेन द्रोढयोगः धा. डोडे लोपः इत्यनेन पूर्वस्य डकारस्य लोपः आयाति. द्रोयोगः डा इति स्थितस्ति. मुह्योगः ता तत्तु मोढा इति परिवर्तनं कृतं. स्नुः तु पुगन्तलघुपदस्य तत्तु स्नोः योगः ता. अत्र तु स्नोढा इति परिवर्तनं. स्नेह् योगः ता अत्र स्नेह् योगः ता. अत्र होडः इत्यनेन डकारः. स्नेड् योगः ता. स्नेड् योगः धा तकारस्य तकारः. तत्तु दशस्ततोर्धोतः. स्नेड् योगः डा तत्र चुनाष्टुः इत्यनेन स्नेड् योगः डा आयाति. अत्र डोडे लोपः इत्यनेन स्नेयोगः ढा स्नेधः. अत्र सम्पूर्णं न अत्र भगिनि तावदेव कृतवन्तः. ह्यः तावदेव सम्पूर्णं. अत्र सारांशः अस्ति अग्रे. ओ एतावदेव कृतवन्तः सूत्राणां बलाबलं विषये किञ्चित् चर्चा आसीत्. बहु चर्चा आसीत्. विवरणं विप्रतिषेधं कार्यं सम्यक् न जानामि. विप्रतिषेधे कथम् आयाति मम ज्ञानं वात्र न गतवन्तः अत्र बहु सम्यक् न जानामि. सर्वेषामपि किञ्चित् बलाबलचिन्तनं पुनः पठामः चेत् प्रायः समीचीनं भवति इति मन्ये. अधुना किञ्चित् अभ्यासः अभवत् खलु, तर्हि चिन्तनं भिन्नं भवति. पठनस्य कोऽपि नास्ति, विवरणं कृतं, विवरणं कृतं. भगिनि, यत्र वयं विप्रतिषेधः इति वदामः किल, तत्र विप्रदेशः इत्युक्ते तुल्यबलविरोधः. अन्यत्र अन्यत्र लब्धावकाशः, अपि च एकत्र प्राप्तिः इति वदामः किल, तत्र एकत्र इत्युक्ते एकस्मिन् स्थले इत्येव स्वीकरणीयम्, एकस्मिन् सूत्रे इति न, तस्य स्थलमपि समानं भवेत् इति किल. एकत्र इत्युक्ते तत्र भगिन्या तत्र चित्रा भगिन्या प्रदर्शितमासीत् खलु कार्यक्षेत्रम् इति कृत्वा, कार्यक्षेत्रं यत्र एकत्र प्राप्तिः अस्ति चेत् तद् तदर्थमेव शुकवनमहोदयेन प्रश्नः आसीत्, सः पृष्टवान् यत्र अनुनासिकान्तस्य क्विजलोः अपि च तस्य अनन्तरम् एकत्र दीर्घत्वम् अपि च अन्यत्र नकारलोपः आसीत् किल. एकनिमिषः तत्र गमिष्यामि. अनुदातोपदेशवनति तनोत्यादीनां ननुनासिको लोपो झलिङिति इति तस्य तत्र अपवादः अस्ति वा न वा इति चर्चा अभवत्. तर्हि यतोहि निमित्तम् अपवादः अस्ति खलु, जलिमिति इति अस्ति कार्यक्षेत्रं तु जलिमिति इति अस्ति, अत्र तु द्विजलोमिति इति अस्ति. सामान्य अनुनासिकवर्णानाम् अङ्गानाम् इति अत्र विशेष अङ्गानाम् इति, तर्हि कार्यक्षेत्रं न्यूनं भवति खलु. तत् यत्र कार्यक्षेत्रं बृहत् अस्ति तस्यैव अन्तर्गतं भवति इति कृत्वा अपवादः भवति. यदि अनुदातोपदेश मनति तनोति अधीनं यत्र यत्र कार्यं करोति तत्र तत्र अनुनासिकस्य पिजलोमिति अपि कार्यं करोति खलु, किन्तु किमर्थम् इत्युक्ते यत्र यत्र अनुनासिकस्य पिजलोमिति इति अस्ति तत्र किमर्थम् इत्युक्ते यत्र अनुदातोपदेश तनोत्यादीनाम् इति अस्ति पूर्वं यत् कार्यक्षेत्रम् अस्ति अनुनासिकस्य चित्ररूपेण चित्रा भगिन्याः चित्ररूपेण पश्यामः चेत् किञ्चित् सरलं भवति. अनुनासिकस्य पिजलोमिति इति बृहत् एकं क्षेत्रम् इति चिन्तयामः, तस्यैव अन्तर्गतं भवति अनुदातप्रदेशे. किमर्थम् इति बन्धधातुः अनुनासिकान्तधातुः ते अपि अनुनासिक अङ्गानि एव सन्ति खलु, अङ्गानि एव सन्ति. तर्हि बृहत् कार्यक्षेत्रस्य एव अन्तर्गतम् अस्ति एतत् न्यूनक्षेपमस्ति इति कृत्वा, यदि एतत् सूर्यं न सूत्रं न कार्यं करोति चेत् अन्यत्र कुत्रापि लब्धावकाशः न भवति. अन्यत्र लब्ध अनुनासिकस्य क्विजलो इति अन्यत्र लब्धावकाशः अस्ति, किन्तु अनुदातोपदेशवनति तनोत्यादीनाम् इति सूत्रस्य अन्यत्र लब्ध अवकाशः नास्ति इति कृत्वा विप्रतिषेधः न भवति, न वर्तते इति. यदि वयं चित्ररूपेण पश्यामः चेत् तत्र सा वर्तुलं द्वयं दत्तमासीत् किल, तत्र बृहत् आसीत् आद्गुणः इति, तस्य अन्ते आसीत् वृद्धिरेचि इति. तर्हि वृद्धिसन्धिः गुणसन्धेः अपवादः इति किल. तर्हि अत्र बृहत् क्षेत्रमस्ति अनुदातोपदेश. कथं कथं भवति अनुनासिकवर्णः अस्ति चेत् अनुदातोपदेश तनोत्यादि नाम अनुनासिकस्य अनुदातोपदेश उदाहरणं दृष्ट्वा पश्यामः. वन्धातुः अस्ति खलु, वन्धातुः अनुनासिकाङ्गमस्ति वा? नकारः आम् अस्ति, अनुनासिकान्त अनुदातोपदेशदातोपो इति अस्ति, तद् अनुनासिकान्तङ्गमस्ति वा? परे किम् अस्ति इति द्रष्टव्यम्. अनुनासिकान्ततनादिधातुः इति अस्ति, अनुनासिकान्ततनादिधातुः अनुनासिकम् अङ्गम् अस्ति वा? अस्ति. तर्हि एते सर्वे अनुनासिकान्तम् अङ्गानि सन्ति. इतोपि अनुनासिकान्त अङ्गानि सन्ति ये अत्र न आगच्छन्ति, सूत्रे प्रसक्तिः न भवन्ति. एतद् तु एते अनुनासिकदातवः ये दत्तानि, तत्तु अनुनासिक इति बृहत्क्षेत्रस्य अनुनासिक अङ्गम् इति बृहत्क्षेत्रस्य न्यूनक्षेत्रमस्ति, अस्ति खलु? अनन्तरं परे यत् अस्ति इति यत् भगिनी उक्तवती तदपि समीचीनं सत्यमेव. जलि मिति अस्ति, तदपि अत्र अनुनासिकस्य क्विजलोमिति इत्यत्रापि जलि मिति इति एव निमित्तम् अस्ति. अनन्तरं क्वि क्वि इति अपि अस्ति, तर्हि तत्रापि अन्यत्र प्राप्तिः अस्ति इति कृत्वा अनुनासिकस्य क्विजलोमिति इत्येव बृहत् क्षेत्रं भवति, तस्यैव अन्तर्गतं भवति एतद्. तर्हि अत्र अन्तरङ्गम् इति सर्वे निमित्तानि, यतोहि निरवकाशः भवति इति कृत्वा अपवादः. आम् सत्यं भगिनि. अपि च अन्यत् एकः प्रश्नः आसीत्, यत्र यत्र विप्रतिषेधः इति वदामः, तत् विप्रतिषेधे परं कार्यम् इति सूत्रं केवलं सपाध्यायम् एव कार्यं करोति. सत्यं सत्यं, परकार्यस्य कार्यम् अस्माकं त्रिपाद्यं न आयाति, न आगच्छति इति एव. यत्र नित्यम् अन्तरङ्गं वा अपवादः अस्ति, तत्र विप्रतिषेधः इति तुल्यबलविरोधः भवति वा तेषां कृते? अपवादमस्ति चेत् कदापि तुल्य अपवादः अस्ति चेत् कदापि अन्यत्र लब्धावकाशः न भवति, तत्तु न भवति एव. किन्तु अन्तरङ्गं वा अन्यत् नियम नित्यसूत्रं वा भवति चेत् पर तत्र तु परसूत्रम् अपि भवितुम् अर्हति. अनन्तरम् अन्तरङ्गम् अस्ति चेत् तत्रापि अन्यत्र अन्यत्र लब्धावकाशः भवितुम् अर्हति. तर्हि नास्ति खलु तत्र एकस्य कार्यं भवति वा? यत्र वयं क्षम्यतां, यत्र वयं नित्यम् इति वदामः तत्र तु कृताकृतप्रसङ्गमेव दृष्ट्वा वक्तुं शक्नुमः खलु. तत्र यद्यपि परसूत्रमस्ति विप्रतिषेधे परं कार्यम् इति वदामः, तथापि यदि नित्यसूत्रमस्ति चेत् तदपि तदेव बलम् इत्येव सूत्रमेव वदति खलु. तत्र सन्देहः नास्ति, तत्र सन्देहः न भवति. अन्तरङ्गस्यपि तथा एव कार्यमस्ति, यदि परसूत्रम् इति अस्ति विप्रतिषेधे परं कार्यम् इत्यनेन परसूत्रम् इत्यपि भवितुम् अर्हति खलु. तर्हि तादृशपरसूत्रम् इति आयाति, तथापि यदि अन्तरङ्गमस्ति चेत् तस्यैव बलं कार्यं बलं भवति खलु. अत्र पूर्वसूत्रं चेदपि बलं भवति सपाद्यां, यदि पूर्वसूत्रम् अस्ति चेदपि यदि नित्यत्वात् बलं भवितुम् अर्हति, नो चेत् अन्तरङ्गत्वात् बलं भवितुम् अर्हति इत्यपि पूर्वसूत्रं साधारणतया परसूत्रं बलवत् अष्टाध्यायान् सूत्राणां बलाबलम् इति तत्र दत्तमस्ति महोदयेन, पूर्वपरनित्यान्तरङ्गपवादानाम् उत्तरोत्तरं बलीयः इति. तत्र परिभाषायाः प्रथमद्वयं विप्रतिषेधे परं कार्यम् इत्यस्य तात्पर्यं, तदनन्तरम् अत्र उक्तमस्ति अग्रिमतत्त्वत्रयेण नित्यान्तरङ्ग अपवाद इत्यनेन विप्रतिषेधे परं कार्यम् इति सूत्रं निषिध्यते, तत्तु सत्यमस्ति. तदनन्तरं नाम नित्यान्तरङ्ग अपवाद एषु अन्यतमः अस्ति चेत् तुल्यबलविरोधः नैव भवति इति तदर्थं मम नैव भवति इत्युक्ते यद्यपि परसूत्रमस्ति विरोधः तु भवति किल भगिनि, भवितुम् अर्हति तुल्यबलविरोधः तुल्यबलविरोधः इति तुल्यबलविरोधः इत्यनेन एकनिमिषं तुल्यबलविरोधः तदपि एकवारं दृष्ट्वा गच्छामः. अन्यत्र अन्यत्र लब्धावकाशस्य एकत्र प्राप्तिः एव तुल्यबलविरोधः इति उक्तमस्ति. तर्हि तावत् स्पष्टं न भवति. आमामाम् अधुना द्रष्टव्यं अपि च एकत्र यदि वयं वदामः तर्हि किम् इत्युक्ते तद् सति क्षम्यतां भगिनि, तुल्यविलोधः न भवति इति प्रायः तत् सूत्रं दृष्ट्वा एव वक्तुं शक्नुमः, कार्यं दृष्ट्वा एव वक्तुं शक्नुमः भगिनि. किन्तु किम् इत्युक्ते यद्यपि तुल्यबलविरोधः भूत्वा परसूत्रम् अस्ति इति चिन्तयामः, तुल्यबलविरोधस्य चिन्तनमेव न आवश्यकम् इति अस्ति. यदि नित्यसूत्रं वा अन्तरङ्गं वा अस्ति चेत् किमर्थं तुल्यबलविरोधचिन्तनमेव न आवश्यकं खलु इति. तदपि सत्यमस्ति खलु. चिन्तनं न आवश्यकं, किन्तु प्रायः तुल्यबलविरोधः तादृशं भवति वा न भवति वा इति द्रष्टव्यम्. अन्यत्र अन्यत्र लब्धावकाशः भवति वा इति प्रायः पुनः गत्वा यदि यत्र नित्यसूत्रम् इति न इति प्रायः इति अहं कुत्रचित् अपि न क्वचित् भवति इति अहं चिन्तितवती, किन्तु अत्र तु महोदयेन अत्र दत्तमस्ति तुल्यबलविरोधः नैव भवति इति. परन्तु ह्यः सः उक्तवान् अपवादेन न भवति परन्तु नित्य वा अन्तरङ्गे इति एव पूर्वमहोदयम् उक्तवान् इति महोदयम् उक्तवान् इत्येव मम अपि स्मरणे अस्ति. तदर्थमेव अहं पुनः वदतु भगिनि भवत्याः क्षम्यताम् अधिकं न वदामि. परन्तु पूर्वं वयं यदि वयं पुनः अनुदात्तोपदेश वनति तनोति अधिनाम् इति सूत्रमपि च अनुनासिकस्य क्विजलो इति सूत्रं स्वीकुर्मः चेत् तत्र वयं पूर्वं वयम् अपवादसूत्रम् इति वयं चर्चितवन्तः. परन्तु ह्यः महोदयेन यत् उक्तं तत्तु भिन्नम् अस्ति. प्रथमम् अपवादः इति सः उक्तवान्, परन्तु तदनन्तरं यदि वयं गम् योगः तः इति स्वीकुर्मः तत्र जलादि कित्नित् प्रत्यये परे यदि प्रथमम् अनुदातो उपदेश वनति तनोत्यादीनाम् इति सूत्रं कार्यं करोति चेत् तत्र अन्तिमवर्णस्य लोपः भवति, गयोगः तः इति भवति. तदनन्तरम् अनुनासिकस्य क्विजलोः इत्यस्य प्रसक्तिः नास्ति. किम् भगिनी उक्तवती, कोऽपि भगिनी अहं मध्ये अर्धवाहं मम श्रुतवती महोदय अपवादम् इति उक्तवान्, किन्तु अन्या कोऽपि भगिनी कापि उक्तवती न नित्यसूत्रम् अपि भवितुम् अर्हति इति. अपवादं यत् अस्ति तद् नित्यमपि भवितुम् अर्हति, किन्तु अपवादमस्ति चेत् अपवादम् इति एव अस्माभिः स्वीकरणीयं. न किमर्थम् अपवादः नास्ति इति अपि महोदयेन उक्तं. किमर्थम् अपवादः नास्ति इति, यदि वयम् आद्गुणः अपि च वृद्धिरेचि इति सूत्रं स्वीकुर्मः, तत्र यदि आद्गुणः इति कार्यं करोति तदनन्तरं वृद्धिरेचि कार्यमेव न कर्तुं शक्नोति. परन्तु यदि गम्योगः तः इति स्थित्यां यदि अनुनासिकस्य क्विज्जलोः इति सूत्रं कार्यं करोति, तत्र उपदादीर्घः भवति, गाम् इति भवति, तदनन्तरम् अनुदात्तो उपदेश वनति तनोति आदीनाम् इत्यस्य कार्यमपि भवति. किमर्थं चिन्तनं तथा अस्माकं चिन्तनं नासीत् नित्यम् अन्तरङ्गम् इति नित्यसूत्रम् अपवादसूत्रम् इत्यस्मिन् यत् अपवादं वर्तते चेत् अन्यत् किमपि न द्रष्टव्यम् इति एव. परन्तु अत्र अपवादः नास्ति. किमर्थम् इत्युक्ते अत्र अनुदातो उपदेश वनति तनोति आदीनाम् इत्यस्य अन्यत्र लब्धावकाशः अस्ति इति महोदयेन उक्तम्. किमर्थम् इत्युक्ते कुत्र अन्यत्र अस्ति, कुत्र एकस्मिन् समये यदि मकारस्य लोपः भवति यदि यदि प्रथमम् अनुनासिकस्य क्विजलोः इति कार्यं करोति तदनन्तरम् अनुदात्त उपदेशस्य इत्यस्य अवकाशः अस्ति, तदर्थं भवत्याः तु नित्यचिन्तनम् अस्ति भगिनि. तद् द्वोपि यत्र यत्र अपवादम् इति चिन्तयामः तत्र नित्यत्वस्य नित्यत्वमिति चिन्तनस्य एव आवश्यकता नास्ति. अपवादमेव बलवद् अपवाद अत्र एव महोदयेन उक्तं बलाबलचिन्तनम् इति उक्तमस्ति. भगिनी यत् भागं पठितवती तत्र एव यद्भागं पठितवती तत्र एव उक्तमस्ति तुल्यबलविरोधः भावे परसूत्रस्य कार्यं पूर्वं न भवति. तदानीमपि परसूत्रस्य कार्यं पूर्वं भवितुम् अर्हति, किन्तु नित्यन्तराङ्ग अपवादे इति शास्त्रेण यत्र यद्यपि परपूर्वसूत्रम् अस्ति वा परसूत्रम् अस्ति, यदि नित्यसूत्रमस्ति अन्तरङ्गम् अस्ति अपवादम् अस्ति चेत् तत् पूर्वं भवितुम् अर्हति. तथा एव यदि नित्यम् अस्ति तथापि अपवादत्वेन कार्यं भवति, अपवादमेव बलीयः अस्ति. नित्यत्वात् अपवादं बलीयः, यदि अपवादं बलीयः अपवादम् इति स्वीकुर्मः चेत् तत्र नित्यत्वस्य कार्यमेव न वर्तते, न न द्रष्टव्यम् इति. परन्तु अपवादः अस्ति चेत् तत्र तुल्यबलविरोधः एव नास्ति किल भगिनि, अपवादसूत्रम् अत्रापि तुल्यबलविरोधः नास्ति इति एव अहं वदामि. नित्यत्वं तुल्यबलविरोधः किमर्थं मिश्रणं करोति इति न अवगच्छामि. कुत्रचित् नित्यत्वस्य चर्चां कृतवती अधुना. अनन्तरं नित्यसूत्रमपि अस्ति, नित्यसूत्रमपि अस्ति इति महोदयेन उक्तवान्, परन्तु नित्यत्वम् अस्ति किन्तु तुल्यबल अपवादत्वेन एव कार्यं भवति. अपवादं बलीयः अपवादः बलीयः इति कृत्वा अपवादस्य एव कार्ये कारणेन एव कार्यं भवति. अहम् अद्य पुनः ध्वनिमुद्रणं श्रुतवती. यद् मया अवगतं तत्र तु अन्ते महोदयेन अपवादसूत्रं नास्ति इति एव उक्तवान् इति अहं. किमर्थम् अपवाद अन्यत्र लब्धावकाशः कुत्र अस्ति? अन्यत्र लब्धावकाशः अन्यत्र लब्धावकाशः इत्युक्ते अत्र यदि गम् योगः तः इति अस्ति चेत् तत्र मकारस्य लोपः भवति, तद् एकः अवकाशः अस्ति. परन्तु यदि गम् योगः तः इति इदानीं गां योगः तः इति भवति चेत् तदानीमपि अनुदात्त उपदेशवनिति तनुजादिनाम् इत्यस्य प्रसक्तिः भवति. यदि वयं कृताकृतप्रसङ्गमस्ति, अधुना कृताकृतप्रसङ्गं भिन्नम् अस्ति, अन्यत्र अन्यत्र लब्धावकाशः इति कार्यक्षेत्रम् इति भिन्नम् अस्ति. अन्यत्र अन्यत्र लब्धावकाशः इति दर्शनं तु तत्तु चिन्तनं तु कार्यक्षेत्रम् इति स्वीकृत्य कृताकृतप्रसङ्गे सूचना आयाति. अस्तु, स्पष्टं नास्ति मम कृते, परन्तु अहं भगिनि अत्र नित्यत्वं तु अस्ति परन्तु कथम् अपवादः? किमर्थमित्युक्ते यदि एतद् कार्यं न करोति चेत् अन्यत्र लब्धावकाशः न भवति खलु. उदाहरणार्थं वन् धातुः टिक् करोतु, यदि वन् धातोः कृते एतत् सूत्रं न कार्यं करोति चेत् तद्वाह निरवकाशः भवति खलु. वनति इति भागः निरवकाशः भवति. तथा एव अनुनासिकान्त अनुदातवदेशधातूनामपि यत्र यं रं नं गं हन् मन् इति धातूनामपि अत्र कार्यं न करोति चेत् निरवकाशः भवति. पुनः अनुनासिकान्ततनादिदातूनामपि समानकार्यमस्ति, यदि अत्र न कार्यं करोति चेत् निरवकाशः भवति. भगिनी, तर्हि यदि वयं अत्र एव इति उदाहरणं स्वीकुर्मः, अत्र एव तत्र यदि आद्गुणः इति कार्यं करोति चेत् तत्र अत्रैव इति भवति. यदि अत्रैव इति भवति तत्र वृद्धिरेचि इत्यस्य कार्यं न भवति एव, तस्य प्रसक्तिः एव न भवति तत्र. किमर्थम् इत्युक्ते अवर्णः पूर्वं नास्ति. एकनिमिषम्, तत्र वृद्धिरेचि इत्यस्य कार्यं न भवति, अतः वयं वदामः वृद्धिरेचि इति सूत्रस्य अन्यत्र अन्यत्र भवति चेत् अन्यसन्धेः कार्यं न भवति. तथा एव वृद्धिरेचि इति अत्रैव इति भवति चेत् अद्गुणः इत्यस्यपि कार्यं न भवति इति. तत् सम्यक् एव, परन्तु यदि प्रश्नमस्ति कार्यक्षेत्रस्य प्रश्नं नास्ति खलु. न न, कार्यक्षेत्रस्य प्रश्नः एव अस्ति. यदि महोदयस्य बलाबलं चिन्तनमिति करपत्रं पश्यति चेत् तत्र महोदय वदति यदि आद्गुणः कार्यं करोति चेत् तदनन्तरं वृद्धिरेचि इत्यस्य प्रसक्तिः न भवति. अतः तत्र बलाबलचिन्तनमिति करपत्रमस्ति किल, तत्र वृद्धिरेचि आद्गुणः इति अस्मिन् विषये तत्र स्वीकृतवती. हा तत्र तत्र पश्यति चेत् अत्र एव इति उदाहरणम् अस्ति. अत्रैव पूर्वम् अकारः अस्ति, पश्चात् एकारः, एकारः अचि अपि अस्ति, एचि अपि अस्ति, अतः द्वयोः सूत्रयोः प्रसक्तिः एकत्र प्राप्तिः अस्ति. अत्र किं भवति, गुणसन्धिः वा वृद्धिसन्धिः वा, अधुना द्रष्टव्यं यत् तुल्यबलविरोधः अस्ति वा न वा. तुल्यबलविरोधार्थं द्वयोः सूत्रयोः अन्यत्र लब्धावकाशः भवेत्. अत्र योगः एव इत्यस्यां दशायाम् आद्गुणः कार्यं करोति चेत् वृद्धिश्रेषि इत्यस्य अन्यत्र अवकाशः भविष्यति वा, अन्यत्र इति भिन्नकार्यक्षेत्रं कुत्रचित् अपि अस्ति वा, अत्र अत्र एव कार्यं करोति वा इति नास्ति. भिन्नकार्यक्षेत्रं वृद्धिरेचि इत्यस्य एचि इत्यस्य एव कार्यम् अस्ति खलु कार्यक्षेत्रम्. अचि इति कार्यक्षेत्रस्य एव अन्तर्गतमस्ति एचि इति कार्यक्षेत्रं. तर्हि एचि इति कार्यक्षेत्रम् अस्ति, तद् तदपेक्षया अन्यत्र कुत्रचित् अपि भवति वा, इत्युक्ते प्रायः अनुवृत्तिः कारणात् वा किमपि अन्य निमित्तं किमपि अस्ति वा इति प्रश्नः, तत्तु नास्ति खलु, केवलम् एचि इति एव अस्ति. तर्हि एचि इति कार्यक्षेत्रे न कार्यं करोति चेत् निरवकाशं भवति. अत्रापि कार्यक्षेत्रस्य एव निर्देशः अस्ति महोदय. एकनिमिषवर्णि किञ्चित् कष्टता प्रायः कार्यक्षेत्रम् इति वदामः चेत् कष्टता भवति. हा अत्र अस्ति किल भगिनि, पुनः एकवारं क्षम्यताम्, अहं सम्यक्तया न अवगतवती अतः एवं पुनः पृच्छामि. क्षम्यतां, भवती सम्यक् एव उक्तवती, परन्तु मम स्पष्टीकरणार्थम् अहं वदामि. अत्र एव इत्यस्यां दशायाम् आद्गुणः कार्यं करोति चेत् वृद्धिरेचि इत्यस्य अन्यत्र अवकाशः भविष्यति वा, नैव. एचि यदि गुणसन्धिः भवति तर्हि वृद्धिरेचि इति सूत्रं निर्व्यापारं नाम सुतरां व्यर्थं भविष्यति. इत्युक्ते तत्रापि कार्यं न करोति, अन्यत्रापि कार्यं न करोति इति. एचि इति एव कार्यक्षेत्रम् अस्ति, एचि इति कार्यक्षेत्रस्य अन्तर्गते यत् एव ऐ वा तत्र कार्यं न करोति चेत् अन्यत्र कुत्रचित् अपि किमपि अन्यनिमित्तं नास्ति खलु इति कृत्वा अन्यत्र कुत्रचित् अपि कार्यं न करोति. परन्तु इदानीं पुनः गम् योगः तः इति स्वीकुर्मः, यदि प्रथमम् अनुनासिकस्य क्वीजलोः इति कार्यं करोति चेत् गां योगः तः इति, तत्र गां योगः तः इदानीं तत्र तत्तु कृताकृतप्रसङ्गं न स्वीकरोतु. गां योगः तः इति कृताकृतप्रसङ्गम् एव वर्तते चेदेव एकं सूत्रं कार्यं कृत्वा अग्रिमसूत्रस्य कार्यं भवती चिन्तयितुं शक्नोति. अधुना गाम् एव तः इति एव स्वीकरोतु खलु, गामेव सः इति अभवत्. अधुना अहं किं चिन्तयामः, अधुना किम् अभवत्, अनुदातपदेशवनति तनोत्यादीनाम् अनुनासिकस्य अनुनासिकलोपो जलिक् इति सूत्रस्य अत्र कार्यं न करोति चेत्, जलिक् इति कार्यं न करोति चेत् अन्यत्र कुत्रचित् अपि लब्धावकाशः अस्ति वा इति दृष्टव्यम्. हा तत्रैव अहं सम्यक्तया न अवगतवती किमर्थं कार्यक्षेत्रम् अत्र क्वी जलि इति अस्ति एकत्र कार्यक्षेत्रम्, अन्यत् अस्ति अन्यत् द्वितीयसूत्रस्य जलि इति अस्ति. जलिनीति इति न्यूनक्षेत्रमस्ति, अन्तर्गतम् अस्ति एकम्. अनन्तरं किं निमित्तं यत्र यत् अङ्गम् इति अस्ति तस्यापि तत्रापि अन्तर्गतं भवति. अनुदातपनि अनुनासिक अङ्गम् इत्यस्यपि अन्तर्गतम् अस्ति, निमित्तद्वयम् अस्ति खलु, पूर्वं यत् अस्ति परं यत् अस्ति इति स्वीकरणीयं. परम् इति स्वीकुर्मः चेत् कार्यक्षेत्रं क्वि इति जलि निति इति अस्ति अनुनासिकस्य जलो इति सूत्रस्य, द्वितीयसूत्रस्य केवलं जलि निति इति अन्तर्गतम् अस्ति. अधुना प्रथमनिमित्तं स्वीकुर्मः चेत् यत्र अनुनासिकस्य इति अस्ति, सर्वे अनुनासिक अनुनासिकान्त अनुनासिकान् षडङ्गानि तत्र अन्तर्गतानि, तर्हि तत्र उक्तानि, तस्य एव अन्तर्गतम् अस्ति अनुदातोपदेश वनति तनोत्यादीना. खलु अन्यत्र एतस्य सर्कल् अस्ति खलु, यत् वयं सर्कल् इति पश्यामः, क्विजलि इति सर्कल् इति पश्यामः, तस्य एव अन्तर् मध्ये भवति जलिङ्ग् इति सर्कल् खलु. तर्हि भगिनि यत्र यत्र कृतप्रसङ्गी यत्र कृताकृतप्रसङ्गी इति आगच्छति तत्र तु विप्रतिषेधः अस्ति किल. विप्रतिषेधः भवितुम् अर्हति, यद्यपि विप्रतिषेधः भवति तथापि नित्यसूत्रस्य एव बलम् इति. भगिनि एकं कार्यं वयं न दृष्टवन्तः, वृद्धि आद्गुणः वृद्धिरेचि, तत्र तु आत् इति एकं निमित्तमस्ति, आत् इति निमित्तम् अद्गुणः इत्यस्य निमित्तमस्ति, प्रथमनिमित्तमस्ति खलु, सप्तमी विभक्तिना आगच्छति इति एकं निमित्तमस्ति. तस्यैव यद्यपि अन्तर्गतं नास्ति तथापि समाननिमित्तमस्ति वृद्धिरेचि इत्यस्यपि, तर्हि निमित्तद्वयमपि स्वीकृत्य द्रष्टव्यम्. आत् अचि इति निमित्तकार्यकारक्षेत्रम्, अग्रिममस्ति आत् एचि इति अस्ति, तर्हि आत् अचि इति कार्यक्षेत्रं बृहत् अस्ति, तस्यैव न्यूनभागमस्ति अन्तर्गतमस्ति आत् एचि इति कार्यक्षेत्रम्. तर्हि भवती वदति एकं सूत्रं नित्यसूत्रमपि भवितुमर्हति अपवादसूत्रमपि भवितुमर्हति एकस्मिन् स्थले एव. हा भवितुम् अर्हति, किन्तु अपवादत्वमेव अस्माभिः क्षम्यतां, नित्यसूत्रं भवितुम् अर्हति न नित्यसूत्रं भवितुम् अर्हति, आमाम् अपवादमपि भवितुम् अर्हति, किन्तु अपवादत्वेन एव कार्यं भवति. परन्तु अपवादसूत्रमस्ति चेत् तत्र विप्रतिषेधः नास्ति, नित्यसूत्रमस्ति चेत् तत्र विप्रतिषेधः अस्ति, भवितुमर्हति भवितुमर्हति, तावदेव अस्ति इति वक्तुं न शक्नुमः, दृष्ट्वा एव अस्मिन् प्रसङ्गे अस्ति वा न वा. भगिनी यत् उक्तम् अधुना अस्माकं गाम् इति उक्तवती, गम् योगः स्थितौ, तत्र तु नित्यत्वम् अस्ति, नित्यत्वम् इति स्वीकुर्मः चेत् कस्य सूत्रस्य नित्यत्वं भवति, तस्य एव नित्यत्वं भवति, किन्तु तदेव अपवादसूत्रमपि अस्ति इति कृत्वा अपवादस्य एव कारणेन कार्यं भवति. तर्हि कथं वयं वक्तुं शक्नुमः एकस्मिन् पक्षे विप्रतिषेधः? प्रथमं किं प्रथमम् अपवादं द्रष्टव्यं, अपवादं कुत्रचित् अस्ति चेत् अन्यत् किमपि न द्रष्टव्यमेव, तर्हि कार्यक्षेत्रं किं कुत्र कुत्र अस्ति इति द्रष्टव्यम्, अन्तर्गतं भवति वा इति, तदस्ति चेत् अपवादस्य एव बलम् अधिकं भवति. अनन्तरं किं द्रष्टव्यम् इत्युक्ते अग्रे गत्वा प्रायः भवत्याः चिन्तनं समीचीनमस्ति, यत्र प्रथमं पूर्व अन्यत्र अन्यत् लब्धावकाशः अस्ति वा इति पश्यामः, नो चेत् अनन्तरम् अग्रिमसोपानं पश्यामः, नित्यत्वमस्ति वा इति पश्यामः, अनन्तरम् अन्तरङ्गमस्ति वा इति पश्यामः, यदि अन्तरङ्गमस्ति चेत् तदेव बाल्यवल्यः इति स्वीकुर्मः, यद्यपि विप्रतिषेधः अस्ति. अहं पुनः ध्वनिमुद्रणं शृणोमि, यत् भवती उक्तवती तत् स्पष्टमस्ति, परन्तु ह्यः यत् चर्चितवन्तः तत्र भ्रमः अस्ति. ममपि कदाचित् भ्रमः भवति, ममपि न जाने भवती दृष्टवती, यत्र यत्र अपवादः भवति तत्र अपवादसूत्रं पूर्णतया सब्सेट् भवेत् किल, तर्हि किमर्थं पाणिनिः तत् सूत्रम् उक्तवान् इति प्रश्नः. तर्हि अन्यत्र लब्ध अवकाशः नास्ति इति वयं वदामः किल, अनुदातो उपदेश वनति तनोत्यादीनां, कदापि अपवादस्य अन्यत्र लब्धावकाशः न भवति, किमर्थमित्युक्ते सब्सेट् मध्ये अन्तर्गतम् इत्युक्ते न भवितुम् अर्हति खलु, बहिः एव न आयाति. हा वर्गात् पूर्वम् अहं किञ्चित् अवगतवती, परन्तु वर्गस्य अनन्तरं भ्रमः अभवत्। तथा एव अस्माकम् अवगमनं कदाचित् सम्यक् इति चिन्तयामः, अनन्तरं कोऽपि प्रश्नः किमपि प्रश्नः पृच्छति चेत् मम तु पूर्णतया अहं जीवनम् अस्ति सम्यक् पृच्छति भगिनी तदा विद्याभगिनी एव परिशीलयति, महोदयस्य करपत्रं भगिनी एव परिशीलयति इति वक्तुं शक्नोति। बहुवारं शृणोति, अहं न अवगच्छामि भगिनि, एकवारं पठामि चेत् अहं न अवगच्छामि। भवत्याः एव विपरीतत्वेन सर्वत्र दत्वा भगिनि चिन्तयति, सर्वेषां आमाम् अनुवृत्तिं सर्वं स्मरति भगिनि अनुवृत्तयः। मम गृहे सर्वे वदन्ति अहं बहु मन्दं मन्दमेव कार्यं करोमि। कुत्र तत्र भगिनः चिन्तनं पठने नास्ति, साधारणतया अहं चिन्तयति पूर्वं चिन्तितवती हेम भगिन्याः एव प्रश्नः बहु क्लेशकः, अधुना विद्या भगिन्याः सा तु परिपाटी अभवत्। एतस्य सर्वस्य श्रेयः भव्या भगिनी भगिन्याः अस्ति, मम मम किमपि नास्ति, सा एव मम गुरुः अस्ति, कुत्र कुत्र एकवारं व्याकरणं पाठितवती अतः एवम् अवगतवती, सामान्यसंस्कृतसम्भाषणम् अपि जानामि अत्र न न भवती एव मां प्रोत्साहितवती वा, अन्यथा अहं न पठितुं न शक्नोमि। यदि प्रथमवारम् अहं भवत्याः कक्ष्याम् आगतवती तत्र तु पूर्णतया भ्रमः अभवत्, भवती एव मां प्रोत्साहितवती एव अहं कारितवती इति भ्रमं कारितवती इति वदति न भवती भारतदेशे अस्ति वा अत्र अत्र कुत्र वासं करोति किमर्थमिच्छामि